अद्य नूतनपाठः प्रवर्तते, तत्र एक मुख्यविषयः अस्ति स्थानिवद्भावः। स्थानिवद्भावः इति विषये एकं करपत्रं तत्र जालपुटे अस्ति, तत् पठित्वा अग्रे गच्छामः। स्थानिवद्भावः इत्युक्ते किं? वयं जानीमः बहुत्र अष्टाध्याय्याम् आदेशप्रक्रिया भवति, नाम कश्चित् स्थानी अस्ति, स्थानिनः स्थाने आदेशः भवति, खलु? यथा इको यणजि, अत्र इको यणजि मध्ये इक् इति स्थानी अस्ति, यण् इति आदेशः भवति। तर्हि एकः मुख्यः प्रश्नः भवति, यः आदेशः अस्ति सः स्थानिवत् भवति अथवा न? नाम स्थानिमध्ये ये ये स्थानिनः ये ये किं स्थानिनः ये ये स्थानिनः यत् चरित्रमस्ति तत् चरित्रम् आदेशस्य अपि भवति अथवा न भवति। उदाहरणम् अस्ति यथा तत्र तिङन्तप्रत्ययाः सन्ति खलु, तिङन्तप्रत्ययः अस्ति, तत्र तिप् प्रत्ययः अस्ति, तिप् प्रत्ययः, तस्य तिप् मूलप्रत्ययः अस्ति, तस्य आदेशः भूत्वा लङ्लकारे त इति भवति, त खलु। इदानीं त मध्ये यदि वयं पश्यामः, त मध्ये पकारः नास्ति, परन्तु तदापि वयं जानीमः यत् लङ्लकारस्य त प्रत्ययः अपि पित् अस्ति, परन्तु तत्र पकारः तु न दृश्यते। तर्हि तिप् इति मूलप्रत्ययस्य स्थाने यः आदेशः तकारः भवति तस्मिन् अपि पित्वम् अस्ति। कथं जानीमः? साक्षात् तु तत्र पकारः नास्ति, परन्तु कथं जानीमः तत्रापि पित्वम् अस्ति? एतत् सर्वं स्थानिवद्भाव इति विषयस्य विषये आगच्छति। तर्हि एकवारं तद् दृष्ट्वा अग्रे गच्छामः, यतोहि इदानीं वयं सर्वे इदानीम् अहं चिन्तयामि प्रौढाः सन्ति, क्षम्यतां, वयम् इदानीं सर्वे निपुणाः सन्ति। इदानीं वयम् अष्टाध्याय्यां बाल्यकाले न सन्ति, वयम् अष्टाध्याय्यां प्रौढकाले सन्ति। अतः यत् किं ये कठिनविषयाः सन्ति तान् अपि वयम् इदानीं पठितुम् इदानीं समर्थाः सन्ति, समर्थाः स्मः। अतः एकवारं तत् पठिष्यामः, तत् एकवारं एतं विषयं समाप्य अग्रे गच्छामः जगोत्यादिगणे। अस्तु, तर्हि मदर् महोदय आरभतु। आं महोदय, स्थानिवत् भावः, अस्मिन् पाठे स्थानिवत् भावः नाम कः इति ज्ञास्यामः। आरभे प्रसङ्गः अस्ति सास् धातोः लोट् लकारस्य सास् योगः हि, ततः सम्पूर्णरीत्या स्थानिवत् भावसम्बन्धचिन्तनं क्रियते। सास् धातुः सासु सात् परस्मैपदी अनुशिष्टौ अदादिगणस्य दक्षित्य अन्तर्गणे अस्ति। सास् धातोः हि प्रत्ययपदे किं कार्यं भवति इत्यस्य परिशीलनेन स्थानिवद्भावबोधनाय उत्तमः अवसरः। गते अहं वयं पठन्ति स्थानि सास् धातु साहौ इति सूत्रं, सास् धातोः स्थाने सा आदेशः भवति हि प्रत्ययपरे, सा लुप्तसप्रथमान्तं हो सप्तम्यन्तं द्विपदम् इदं सूत्रं, सास इदं हलोः इत्यस्मात् सास इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं सासः साहौ। एतत् सूत्रं वदति सास् स्थाने सा भवति हि प्रत्यये परे, यथा सास् योगः हि साहौ इति सूत्रेण सा योगः हि सा स्थाने सा भवति. हू जल् ब्यो हेदिः इत्यनेन जलन्तेभ्यः धातुभ्यः हि स्थाने धि आदेशः, शा योगः धि शादि इति रूपं भवति. तर्हि एतावत्पर्यन्तम् अस्माभिः पूर्वं पठितं अत्र किमर्थम् एषः उदाहरणः लिखितः अस्ति. अस्य उदाहरणस्य सहायतया वयं तानिवद्भावं पठिष्यामः. अस्तु, एतावत्पर्यन्तम् अग्रे अत्र प्रश्नः उदेति, पठतु महोदय. अत्र प्रश्नः उदेति यत् किं सूत्रं प्रथमम् आगच्छेत्, शाहौ अथवा हू जल्भ्यो हेदिः. अस्य अवगणनार्थं स्थानि वदादेशो नल्विधौ इति सूत्रं संयुक्तया बोध्यम्. तर्हि अत्र प्रश्नः उदेति, सम्यक् प्रश्नः. जि एकनिमिषम्, अहं बहिः अस्मि, क्षम्यतां जि. शाहौ प्रथमकार्यं करोति, शृणोमि एव, शृणोमि एव, धन्यवादः. तर्हि अस्य प्रश्नस्य उत्तराय वयं किं किं कुर्मः, अस्माकं नित्यमस्ति वा, परकार्यमस्ति वा, अपवादः अस्ति वा, सर्वं द्रष्टव्यं. तत् तत् इदानीम् अस्तु. नीना महोदय वदतु, क्रमः एतादृशः. महोदय, अहम् इदानीं शृणोमि एव, अहं गेस्ट् अट् होम्. अस्तु अस्तु, तर्हि भवती अपि शृणोति तादृशमेव. रघुपतिमहोदय एव अस्ति, रघुपतिमहोदय. क्रमः एतादृशः, अन्यत्र नत्र लब्धावकाशयोर् एकत्र प्राप्तिः, तुल्यबलविरोधः इति भाष्यवाक्येन तुल्यबलविरोधः अस्ति. अतः विप्रतिषेधे परं कार्यम् इत्यनेन परकार्यं भवेत्. हूजल्भ्योः हेः धीः इति परसूत्रम्, परन्तु पूर्वपरनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बदीयः इति परिभाषया परत्वात् नित्यसूत्रं बलवत्. अत्र बोध्यं यत् परसूत्रं परत्वादेव बलवत् भवति, तदपेक्षया पूर्वसूत्रं नित्यमस्ति चेत् तदेव बलवत् भवति. अत्र परसूत्रं नित्यमस्ति न वा इति न द्रष्टव्यम्, तस्य अवसरः परत्वात् जातः एव. अधुना पूर्वसूत्रमेव नित्यमस्ति न वा इति द्रष्टव्यम्. अत्र हूजल्भ्योः हेति इति पूर्वं भवति, हूजल्भ्यो हेतिः इति पूर्वं भवति चेत् अनन्तरं शाहौ इत्यस्य कार्यं सम्भवति वा, पुनः शाहौ पूर्वं भवति चेत् अनन्तरं भूजल्पो हेति इत्यस्य कार्यं सम्भवति वा इति परिस्थितिद्वयम् अस्माभिः परिशीलनीयम् इति वयं जानीमः. तत्र अन्यत्र लब्धावकाशो एकत्र प्राप्ति, तुल्यबलविरोधः. तर्हि तुल्यबलविरोधे तत्र परसूत्रस्य बलवत्त्वं भवति इति वयं विप्रतिषेधपरङ्कारम् इत्यनेन ज्ञातुं शक्नुमः. इदानीं हूजल्भ्यो हेर्ति इति परसूत्रं तद् नित्यमपि अस्ति, तत्र कार्यं भवति. इदानीं तत्र शाहौ अत्र द्वयोः तत्र अत्र विप्रतिषेधेन भवति चेत् शाहौ, एकनिमिषं महोदय, तत्र अत्र हूजल्भ हेर्दि इत्यस्य कार्यं सम्भवति इति परिस्थितिद्वयम् अस्माभिः परिशीलनीयम् इति अस्ति. तत्र इदानीं परिशीलनीयम् अग्रे. हा तर्हि, हा एकनिमिषं, तर्हि अत्र शाहौ हूजल्भ्यो हेर्दि सूत्रद्वयमस्ति. कस्य कार्यं प्रथमं भवति इति प्रश्नः भवति, नाम हूजल्भ्यो हेर्दिः प्रथमं कार्यं करोति अथवा शाकौ इति प्रथमं कार्यं करोति। तर्हि वयं जानीमः तस्य कृते किं करणीयं, पूर्वपरनित्य अन्तरङ्ग अपवादान् अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषा अस्ति। नाम अपवादः बलवत्तमः अस्ति, तदनन्तरम् अन्तरङ्गः, तदनन्तरं नित्यं, तदनन्तरं परसूत्रम्, तदनन्तरं पूर्वसूत्रम्। तर्हि अत्र द्रष्टव्यं यत् अपवादः अस्ति वा, अपवादः तु नास्ति, एतत् वयं जानीमः। अन्तरङ्गः अपि नास्ति। तदनन्तरं द्रष्टव्यं नित्यमस्ति वा, नित्यमित्युक्ते किं, कोऽपि वक्तुं शक्नोति वा नित्यमित्युक्ते किम्? कृताकृतप्रसङ्गे यः कार्य नित्य इति, कृतं चेत् अकृतं चेत् तस्य कार्यं भवति, तर्हि नित्यमिति कार्यम्। अन्यसूत्रं कार्यं करोति अथवा न करोति, प्रथमसूत्रस्य कार्यं भवति भवति चेत् तत् नित्यं भवति। कृताकृतप्रसङ्गी, कृत अकृतप्रसङ्गी यस्य कार्यं भवति तत् सूत्रं नित्यमस्ति। तर्हि अत्र नित्यसूत्रमस्ति न वा इति द्रष्टव्यं। किमर्थमेतत् सर्वं द्रष्टव्यं? पश्यतु, प्रश्नः कः अस्ति, यदि हूजल्भ्यो हेर्धि इति सूत्रं प्रथमं कार्यं करोति, तर्हि हि स्थाने किं भवति, धि भवति। इदानीं शास्योग हि भवति शास्योग धि। इदानीं प्रश्नः अग्रे अस्ति, इदानीं हि तु नास्ति, धि अस्ति खलु, साक्षात् हि नास्ति, धि अस्ति। तर्हि अस्याम् अवस्थायां शाहौ कार्यं करोति वा? यः नूतनः जनः अस्ति सः किं वदति, न अत्र तु हि नास्ति, अत्र तु धि अस्ति, हि परे अस्ति एव, शासः स्थाने शा भवति, अत्र तु धि अस्ति। तर्हि अत्र धि अस्ति चेत् सः वदति कार्यं न करोति, परन्तु कार्यं भवति न वा इति द्रष्टव्यम्। अतः अत्र प्रश्नः कः अस्ति, मूलप्रश्नः अस्ति यत् पूजल्भ्यो हेरदि इति सूत्रेण हि स्थाने धि भवति चेत् शाहौ कार्यं करोति वा। नाम धि इति यः आदेशः अस्ति, सः आदेशः हि इति स्थानिनः इति स्थानि इव अस्ति न वा इति प्रश्नः। अतः स्थानिवद्भावः इति पाठः अत्र भवति। शाहौ तु एक एव उदाहरणमेव अस्ति, मोटिवेटिङ्ग् एक्साम्पल् यत् अस्ति तदस्ति, परन्तु बहवः उदाहरणाः सन्ति, बहूनि उदाहरणानि सन्ति यत्र एतादृशः प्रश्नः आगच्छति यत् आदेशः भवति, सः आदेशः स्थानिवत् भवति न वा, स्थानिवत् अस्ति चेत् स्थानि कृते यः विधिः अस्ति तद् आदेशकृते अपि भवति, स्थानिवत् नास्ति चेत् सः विधिः न भवति। अतः शेरेपि च अपि हि अपि सि सिप् स्थाने एव अभवत् खलु, अतः तदपि स्थानिवत्। तर्हि शेर्यपि च अत्र हि सि स्थाने भवति, तर्हि इदानीं सिप् इति अस्ति मूलस्थानि, तस्य स्थाने भवति हि, तदनन्तरं तस्य स्थाने भवति धि, तर्हि धि अपि सिप्वद् भवति वा, धि हिवद् भवति वा, एते सर्वे प्रश्नाः सन्ति। अतः वयम् अग्रे एषः प्रश्नः वयं एषः प्रश्नः परिशीलनीयः। अस्तु, इदानीं महोदय अत्र प्रश्नः अस्ति, हि तत्र सि स्थाने हि अभवत्, सत् इदानीं तत्र अपित् अस्ति, हि स्थाने इदानीं धि अभवत्, तत् अपित् अस्ति वा फित् भवति वा इति प्रश्नः। सम्यक् प्रश्नः, तदपि अस्य पाठस्य पाठे आगच्छति। नाम हि स्थाने धि भवति, तर्हि हि मध्ये ये गुणाः सन्ति ते सर्वे गुणाः धि मध्ये अपि सन्ति वा, नाम हि अपित् अस्ति तर्हि धि अपि अपित् अस्ति वा, एतत् सर्वं स्थानिवद्भावः इति विषयस्य भागः एव अस्ति। तर्हि अग्रे गच्छामः वयं पश्यामः। अस्तु, तर्हि अग्रे पठतु महोदय। अस्तु, हूजल्भ्योर्हेर्धि इति परसूत्रं, तर्हि विप्रतिषेधे परं कार्यम् इत्यनेन प्रथमं भवति चेत् शास्युगहि, इदानीं हूजल्भ्यो हेर्धि इत्यनेन हि स्थाने धि भवति शास् योग धि. अधुना शाहौ इति सूत्रस्य प्रवर्तनार्थं हि नास्ति, अतः स्थानिवद्भावेन अयं धि हि इव भवितुम् अर्हति न वा इति चिन्तनीयम्. अस्तु, इदानीं तत्र धि हि स्थाने धि इति अस्ति, धि इति हि स्थाने आगतः इति हि इव भवति वा इति चिन्तनीयम् अस्ति. अग्रे शाहौ पूर्वं भवति चेत् शास् योग हि शाहौ इत्यनेन शा योग हि. अधुना हू जल्बेरु हे धि इति सूत्रस्य प्रवर्तनार्थं जल् प्रत्याहारे सकारः नास्ति, अतः स्थानिवद्भावेन अयं शा शास् इव भवितुमर्हति न वा इति चिन्तनीयम्. अस्तु, अत्र पूर्वसूत्रे तत्र प्रत्ययस्य अस्ति, इदानीं तत्र सकार तत्र शास् हौ इति तत्र शास् शास् योग हि इति शा हौ इति तत्र सकारः नास्ति. जल् सारि हू जल् हेदि इत्यस्य कृते जल् भवेत्, परन्तु जल् नास्ति इदानीं, शा इत्यस्मिन् आकारः अस्ति, तर्हि इदानीं तत्र धि आदेशः भवति वा यदा यदा शा शा स्थाने शा इति आगतं चेत् इति प्रश्नः. तर्हि प्रथमं हूजल्भ्यो हेर्दि कार्यं करोति चेत् हि स्थाने धि भवति, इदानीं हि न अस्ति, अतः शाहौ इति सूत्रं कार्यं करोति न वा इति प्रश्नः अस्ति, तस्य कृते अपि स्थानीयवद्भावः द्रष्टव्यः. अन्यथा यदि शाहौ प्रथमं कार्यं करोति तर्हि शास्थाने शा भवति, इदानीं हि कृते झलन्त अङ्गं नास्ति, अजन्तमङ्गम् अस्ति, तर्हि हि स्थाने धि भवति वा, नाम शा शास् इव भवति वा इति अपि द्रष्टव्यं, तदपि स्थानीयवद्भावः इति विषयः आगच्छति. तर्हि किमपि कार्यं प्रथमं भवति तत्र स्थानीयवद्भावः इति विषयस्य तु महत्त्वम् अनिवार्यं, स्थानीयवद्भावस्य ज्ञानं तु अनिवार्यमस्ति, अतः स्थानीयवद्भावः पठनीयः. पर अहं वयम् अग्रे पश्यामः द्रक्ष्यामः, परन्तु किमस्ति चेत् अहं न जानामि, मम चिन्तनेन इदम् उदाहरणं सर्वोत्तमम् उदाहरणम् अस्ति न वा इति न जानामि. किमर्थं चेत् सूत्रद्वयम् असिद्धव तत्राभात् इति अधिकारे आगच्छन्ति, तर्हि प्रत्येकसूत्रं नाम हूझल्भ्यो हेर्धि शाहौ इति सूत्रस्य कार्यं द्रष्टुं न शक्नोति, शाहौ इति हूझल्भ्यो हेर्धि इति सूत्रस्य कार्यं द्रष्टुं न शक्नोति. अतः किमपि प्रथमं भवतु चिन्ता नास्ति, यतोहि हूझल्भ्यो हेर्धि कार्यं कृत्वा हि स्थाने धि यद्भवति तत् शाहौ न भवितुं द्रष्टुं न शक्नोति, तत् सूत्रं तु हि एव इदानीमपि पश्यति, अतः तस्य कार्यं भवति. शाहौ इति प्रारम्भं करोति चेत् शा स्थाने शा भवति, परन्तु हूझल्भ्यो हेरि तत् सूत्रं द्रष्टुं न शक्नोति यतोहि असिद्धवत् अभियकार्यमस्ति, अतः तस्य कृते शास् एव अस्ति. नाम अहं किं वक्तुम् इच्छामि यत् अत्र स्थानिवद्भावस्य यदि ज्ञानं नास्ति चेदपि हानि नास्ति इति अहं चिन्तयामि. अतः उक्तवान् यत् इदम् उदाहरणम् उत्तमम् अस्ति न वा स्थानीयवद्भावस्य ज्ञानाय इति चिन्तनीयं, परन्तु अस्तु, इदानीं करपत्रे उदाहरणम् अस्ति चेत् इदमेव पठित्वा अग्रे गच्छामः. महोदय, अत्र अहं चिन्तयामि तद् भवितुमर् एतत् समीचीनं भवितुमर्हति. किमर्थम् इति चेत् अन्यथा किमर्थं पाणिनिः तत्र एतद् सूत्रं स्थापितमस्ति इति, स्थानिवद्भावस्य कृते तत् बाधा भवति इति कृत्वा एव तत्र स्थापितमस्ति इति अहं चिन्तयामि. अतः एतत् अपि समीचीनं भवितुमर्हति इति इदानीं मम मनसि आगतम्. अन्यथा किमर्थं तत्र स्थापितमस्ति, किमर्थं स्थापितमस्ति, अन्यत्र स्थापितमस्ति चेत् कार्यं भवत् न भवति खलु, अतः स्थानिवद्भावस्य कृते तत्र अहं वदामि अन्यत्र यदि अभियकार्यस्य अधिकारे नास्ति सूत्रद्वयं तर्हि अस्माभिः दृष्टं खलु असिद्धं रूपं भवति. सिद्धरूपस्य कृते एव अभियकार्य इति पाणिनिना एतत् सूत्रद्वयं स्थापितं, तर्हि अत्र नाम एकवारम् अभ्यकार्यम् इति अस्ति चेत् स्थानिवद्भावस्य महत्त्वं किम् इति चिन्तनीयं, नाम स्थानिवद्भावः भवति न वा चिन्ता नास्ति, यतोहि तत् सूत्रम् अन्यसूत्रं द्रष्टुमेव न शक्नोति इति मम चिन्तनम् अस्तु, परन्तु अग्रे गच्छामः तर्हि तर्हि अत्र किं लिखितं, तर्हि अत्र स्थानिवद्भावः इत्युक्ते कः इति द्रष्टव्यम्। अस्तु तर्हि सुवर्णमहोदय गच्छति वा? अस्तु तर्हि मलर् महोदय पठतु। आम्, स्थानिवत् आदेशो नल् विधौ, अनल् विधौ स्थानिवत् आदेशो नल् विधौ इति सूत्रे भागद्वयम् अस्ति। आदेशः स्थानिवत् भवति नाम स्थानिनि ये गुणः सन्ति ते आदेशे अपि उपस्थिताः भवन्ति। आदेशः स्थानिवत् आदेशः इति नाम आदेशः स्थानिवत् भवति, स्थानिनि ये गुणाः सन्ति ते सर्वे गुणाः आदेशे अपि सन्ति इति प्रथमभागः। द्वितीयभागः अस्ति अनल् विधौ, तत् सः कः पठतु। कश्चन विधिः आदेशस्य अनन्तरं भवति चेत् अपि च स विधिः स्थानिसम्बन्ध अल् वर्णम् आश्रित्य प्रवर्तनीयः इति चेत् आदेशः स्थानिवत् न भवति। किं लिखितम्? कश्चन विधिः आदेश निमित्तं कृत्य भवति चेत् आदेशं निमित्तीकृत्य न स्थानि किं लिखितं सम्यक् कश्चन विधिः आदेशस्य स्थानि सम्बन्ध अल्वर्णम् आश्रित्य प्रवर्तनीयः अस्ति चेत् आदेशः स्थानिवत् न भवति। नावगच्छामि महोदय। स्थानि अस्ति तस्य स्थाने आदेशः भवति, तदनन्तरं यदि विधिः अस्ति यस्य विधिः अस्ति यः स्थानि सम्बद्ध अल्वर्णः आश्रित्य प्रवर्तनी नाम विधिः अस्ति यस्य निमित्तं स्थानिनः अल्वर्णः स्थानिनः एकः वर्णः अस्ति तस्य निमित्तं तदनः विधिः आदेशकृते अस्ति, यतोहि आदेशः स्थानिवत् नास्ति तस्मिन् अवसरे सामान्यतया स्थानि आदेशः स्थानिवत् भवति, स्थानिनि ये गुणाः सन्ति ते गुणाः आदेशे अपि, परन्तु यदि कोऽपि विधिः अस्ति यः विधिः यस्य निमित्तं स्थानिनः कोऽपि वर्णः अल् इत्युक्ते वर्णः अस्ति तादृशगुणः आदेशे भवति नाम आदेशानन्तरं सः विधिः कार्यं कर्तुं न शक्नोति, परन्तु तिप् अस्ति तत्र स्थाने ति भवति तदनन्तरम् एव पित् इति अहं मन्ये पित्वम् इति गुणः अस्ति, सः गुणः तु आदेशे अपि भवति अतः ति अपि भवति, परन्तु यदि कोऽपि विधिः आसीत् यः विधिः तिप्रत्ययस्य नाम पकारं दृष्ट्वा एव सः विधिः भवति, सः विधिः इदानीं ति कृते न नाम अल् सम्बन्धिविधिः स्थानिनः अल् सम्बन्धिविधिः आदेशकृते न भवति इति, अतः लिखितमस्ति अनल् विधौ, अल् विधिः अस्ति चेत् नाम अल् आश्रित्य विधिः अस्ति चेत् आदेशस्थानिवत् न भवति अन्यथा भवति इति पूजरूपेण लिखितमस्ति. अस्तु, अग्रे पठतु. अस्मिन् सूत्रे विधानम् अपि अस्ति, स्थानिवत् भावः निषेधः अपि अस्ति. स्थानिवत् भावनिषेधः अधिदेशसूत्रमस्ति, यतोहि यस्य आदेशस्य स्वभावः तथा नास्ति. स्थानी इव न, तस्य आदेशस्य स्वभावः तथा स्थानी इव अध्यारोप्यते. परिभाषा सूत्रमपि अस्ति, यतोहि स्वयं किमपि कार्यं न करोति, विधिसूत्राणां साहाय्यं करोति. स्थानिवत् भावः यदि न अभविष्यत् तर्हि कार्यं न स्यात्. अत्र स्थानिवत् भावः अस्ति, निषेधः अपि, किं निषेधः भवति अत्र? सो अनल्विधौ खलु, न अल्विधौ. आम्, अनल् इत्युक्ते न अल्. तर्हि विधानमस्ति, नञ्जि तत्पुरुषसमासः खलु जि, विधानमस्ति, स्थानिवत् भावः. म्यूट् करोतु. स्थानिवत् भावः नाम आदेशः स्थानिवत् भवति इति विधानम्. न अनल्विधौ, अल्विधि कृते न भवति इति तु निषेधः. तर्हि प्रथमभागः विधानमस्ति, द्वितीयभागः किमस्ति, निषेधः अस्ति. तदनन्तरम् अतिदेशसूत्रमपि अस्ति इति सूत्रं न, अतिदेश इत्युक्ते किं, यत् नास्ति तत् तादृशं भवति, नाम वस्तुतः आदेशः स्थानिवत् नास्ति, परन्तु तस्य तत् आदेशः स्थानिवत् भवेत् इति कृत्वा अतिदेशसूत्रमपि अस्ति. परिभाषासूत्रमपि अस्ति, नाम स्वयं किमपि कार्यं न करोति, परन्तु विधिसूत्राणां कार्येषु अस्य सूत्रस्य सहायता भवति, अतः परिभाषा. तर्हि मुख्यसूत्रमस्ति इति, अतः प्रथमपाठे प्रथमपाठस्य प्रथमपादे एव लिखितमस्ति. तत्र सर्वे मुख्यसूत्राणि, सर्वाणि मुख्यसूत्राणि, संज्ञासूत्राणि इति सन्ति खलु, अतः 1156 मध्ये एव अस्ति स्थानिवद्ध. अस्तु, अग्रे. आदिदेशसूत्रं कथं भवति एतत् सूत्रम्? अतिदेश इत्युक्ते किम्? अतिदेश इत्युक्ते किम्? निच् प्रत्यये परे अत्र निच् योजामः, अद्य नूतन धातु आदेशः भवति, तदेव. तत्तु अतिदेश, तत्तु आति, तत्तु औपदेशिक आतिदेशिकधातु इति अस्ति. अतिदेशसूत्रम् इत्युक्ते किम्? अतिदेश इत्युक्ते किम् इति नाम तस्य अतिदेशसूत्रम् इत्युक्ते किम्? कुत्र सूत्राणि षट् प्रकारकाणि खलु अतिदेशसूत्रम्? आमां विस्मृतवती. नाम अतिदेश इत्युक्ते किं, यः वस्तुतः अन्य नाम यदा किमपि वस्तुतः तादृश नास्ति, परन्तु तस्मिन्नपि अन्यगुणं स्थापयतु, अन्यगुणं स्थापयति यदा वयं स्थापयामः यदा वयं, तत् अतिदेश इति अस्ति. यत् यः यादृशः नास्ति परन्तु सः तादृशः भवेत् अत्र अतिदेशधातु यथा भवती उक्तवती खलु. वस्तुतः धातुः इत्युक्ते किं, यः धातुपाठे यः अस्ति सः धातुः, परन्तु नीचयोजनेन अथवा किमपि केवलं नीचं न, द्वादशप्रत्ययाः सन्ति, तेषां योजनेन धातुः यद्यपि सः नास्ति धातुपाठे, तथापि सः धातुः अस्ति. नाम वस्तुतः तस्य प्रवृत्तिः धातु इव नास्ति, परन्तु धातु भवतु, अतः तत् अतिदेशः अस्ति, अतः आतिदेशिकधातुः इति इच्छति. तथैव सार्वधातुकम् अपि, यः सार्वधातुकप्रत्ययः अस्ति यः अपि अस्ति, वस्तुतः सः नित् नास्ति, तत्र नकारः अस्ति वा साक्षात्? नास्ति. परन्तु साधातुकमपि इति सूत्रेण सः नित्वत् भवेत्, नित्वत् यद्यपि नित् नास्ति तत् परन्तु नित्वत् भवति, अतः सः आतिदेशसूत्रम्। तथैव स्थानिवत् भावः अपि आदेशसूत्रमस्ति, वस्तुतः आदेशस्थानिवत् नास्ति खलु, हि स्थाने धी भवति, धी भिन्ना अस्ति, हि भिन्ना अस्ति, हि मध्ये हकार धीमे धकार भिन्नभिन्न अस्ति, तथापि हि स्थाने धी यदस्ति तत् स्थानिवत् भावः आदेशः स्थानिवत् भवेत्, अतः आदेशसूत्रमस्ति इति अस्ति। अवगच्छति वा इदानीम्? आं महोदय, आदेशसु आतिदेशसूत्रम् आदेशस्य स्वभावः तथा नास्ति इत्युक्ते किं महोदय? स्थानी इव आदिदेशसूत्रं स्वभावः वस्तुतः यदि वयं पश्यामः आदेशः स्थानीवत् नास्ति खलु, दृष्ट्या सामान्यः नास्ति, दृष्ट्या समानः नास्ति, तथापि न श्रोमि महोदय। आदेशः वस्तुतः स्थानिवत् नास्ति, दृष्ट्या समानः नास्ति खलु, हि स्थाने धी भवति, धी भिन्न, हि भिन्न खलु, धीमे धकार अस्ति, हिमध्ये हकार अस्ति, भिन्न अस्ति, परन्तु स्थानिवत् भवेत् इति वदनेन यद्यपि भिन्नः अस्ति तथापि समानः भवेत्, अतः इति अभिदेशसूत्रमस्ति। तिङ् इति अस्ति तत्र, सिप् इति तिङ् प्रत्यये अस्ति, परन्तु हि इति तिङ् प्रत्यये नास्ति, तथापि तत् तिङ् प्रत्यये एव कार्यं करोति इति स्थानिवत् खलु महोदय? तदपि अस्ति, वस्तुतः हि तिङ्गप्रत्ययेषु न दृश्यते खलु, तिङ्गप्रत्ययः अष्टादशप्रत्ययाः सन्ति, तत्र हि दृश्यते वा साक्षात् न दृश्यते, तथापि हि तिङ् प्रत्यय एव भवति, कथं जानीमः स्थानिवद्धः, अतः देशसूत्रं भवति। अवसति परिभाषासूत्रं कथं भवति? परिभाषासूत्रमपि अस्ति, यतोहि स्वयं किमपि कार्यं न करोति। परिभाषासूत्रं, परिभाषासूत्रम् इत्युक्ते किं? यत् सूत्रम् अन्यसूत्रस्य सहायता करोति तत् परिभाषासूत्रं, यथा एकमस्ति मुख्यमस्ति इको गुणवृद्धिः खलु, इको गुणवृद्धिः किं भवति, किं वदति सूत्रं वदतु महोदय, इको गुणवृद्धिः सूत्रं किं वदति? न जानामि महोदय, पठितम् इको गुणवृद्धिः तु अस्माभिः आरम्भे एव पठितं, यदा वयं सार्धातुकार्धातुकयोः इति सूत्रस्य यदा वयं तत् सूत्रं पठामः तत्रैव भवति इको गुणवृद्धिः। इको गुणवृद्धिः किं भवति वदति, नास्ति वा? हा महोदय, तत्र यत्र यत्र गुणादेशः भवति, गुण अथवा वृद्धिः भवति, तद् आदेश इकवर्णस्य स्थाने भवति इति सूत्रं वदति इकः गुणवृद्धिः। यदा कस्मिन्नपि सूत्रे गुणस्य अथवा वृद्धेः प्रसक्तिः अस्ति, विधिः भवति, अपि च तत्र स्थानी साक्षात् मोक्तं, तर्हि स्थानी किं कः भवति? इकवर्णः। इको गुणवृद्धिः इति सूत्रम् आगत्य तस्य सूत्रस्य सहायतां करोति, अतः इको गुणवृद्धिः परिभाषासूत्रम्। तथैव स्थानिवद्भावः अपि परिभाषासूत्रमस्ति, अन्यसूत्रस्य अन्यविधिसूत्रस्य सहायतां करोति, यथा सार्धार्थकार्धक इति गुणः इति वदति, गुणः इति कुत्र इति न वदति खलु सूत्रे, अतः इक स्थाने एव इति अस्माभिः ज्ञातव्यम्, अनेन नियमकारणी परिभाषा। अपि च एकमस्ति किमस्ति सूत्रं तत्र अच् ह्रस्वदीर्घप्लुक इति सूत्रमस्ति, ह्रस्वः इति अचस्थाने एव अचश्च तर्हि अच्छ ह्रस्व विहितप्लुत इति प्रथमम् अप्लुतः इति प्रथमपाठे एव सूत्रमस्ति. तत् सूत्रं किं वदति? यस्मिन्यपि सूत्रे यत् ह्रस्वत्वम् इति लिखितमस्ति, विहितत्वं लिखितमस्ति, ह्रस्वत्वं लिखितमस्ति, तत् केवलम् अच् वर्णस्य हल् वर्णस्य कृते एव. अन्यथा कथं जानीमः इत्युक्ते कस्य वर्णस्य तत्त्व कथं जानीमः? पुत्रमागत्य आयता अच् वर्णस्य एव. आं महोदय. तथैव अलोन्त्यस्य अन्तिमवर्णस्थाने आदेशः भवति. सूत्रं नास्ति चेत् विधिसूत्रे साक्षात् लिखितं नास्ति खलु कस्य स्थाने भवति, सम्पूर्णस्थाने भवति वा अन्यत् अन्तिमस्थाने अन्तिमवर्णस्थाने भवति वा प्रथमवर्णस्थाने भवति वा न जानीमः. ते अलोन्त्यस्य आगत्य सहायतां करोति, अतः अलोन्त्यस्य अपि परिवर्तनम् अस्तु. अग्रे अनेन सूत्रेण अनेन सूत्रेण सामान्यतया आदेशः स्थानिवत् भवति. अष्टसु स्थलेषु स्थानिवत् भावः भवति. काशिकायाम् एतदर्थं वाक्यमस्ति धात्वाङ्ग अङ्गकृत् तद्धिदान्त अव्ययसुतिस्तिङ् सुप्तिङ् पदादेशाः. अनेन स्थाने धातुः अस्ति चेत् तस्य स्थाने आदेशः अपि धातुः भवति. स्थाने धातुः अस्ति चेत् तस्य स्थाने आदेशः भवति, अपि धातुः भवति. आम् आम् धातुः आम् धातोः स्थाने यः आदेशः भवति सः अपि धातुवदेव धातु तस्मिन्नपि धातुत्वम् नाम सः आदेशः साक्षात् तत्र अपि साक्षात् धातुपाठिना न भवेत्, परन्तु तत्र अपि यथा अचिन्त्याय आर्धातुकपाठि इति सूत्रमस्ति चक्षिन्त्याय चक्षिन्त्याय चक्षातु स्थाने ख्या इति भवति आर्धातु धातु नास्ति तत्र एतत् उदाहरणं स्वीकुर्वः महोदय. सा भवति सा भवति तदपि परन्तु न परन्तु न शाहौ इति सूत्रकार्यमस्ति, शास् इति अङ्गमस्ति, अतः तत्र द्वितीयबिन्दु कृते उदाहरणं समीचीनमस्ति. प्रथमबिन्दु कृते धातु एव अस्ति चेत् धातु धातोः उदाहरणमेव अस्तेर्भू इति अस्तेर्भू अस्थाने भू भवति अस्थाने भू अस्थाने भू भवति तदपि कोऽपि तदपि अस्ति भव अत्रापि कापि प्रश्नः वक्तुं प्रश्नः भवति चेत् भू तु धातुः अस्ति एव भू धातुः अपि शक्ति दीर्घसूत्रमस्ति खलु पातानि अपि ग्रा दातुम् इति ग्रा इति तादृश पाठानि अपि भवति दीप् धातुः नास्ति परन्तु पास्थाने आगच्छति अतः पिब् अपि धातुः अस्ति. घ्रास्थाने जिघ्र भवति अतः जिघ्र अपि धातुवदेव अस्ति. एतत् सर्वं प्रथम इति प्रथमबिन्दोः उदाहरणम् अस्तु. अग्रे धातु आदेशः इति अस्ति चेत् तदपि धातुः अस्ति स्थाने अग्रे स्थाने अङ्गम् अस्ति चेत् तस्य स्थाने आदेशः अपि अङ्गं भवति. इदानीं स्थाने कृत् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि कृत् प्रत्ययः भवति. स्थाने कृत् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः स्थाने कृत् प्रत्ययः कृत् प्रत्ययः अस्ति यदि कृत् कृत् कृत् प्रत्ययः अस्ति खलु तस्य स्थाने आदेशः यत् भवति तत् कृत् प्रत्ययः एव युवरणाकौ इति खलु वयं जानीमः खलु नाम तदर्थं कः प्रत्ययः खलु कः स्थाने क अस्ति खलु इदानीं क इति वर्णस्य लोपः भूत्वा क एव अवशिष्यति आम् तत् तदपि अङ्गं भवति वा न कृत् न श्रूयति महोदय आम् आम् आम् आम् इति कृत् प्रत्ययः नाम उदाहरणसमीचीनं हा परन्तु यः महोदय वदति खलु युवरनाकौ ल्युट् स्थाने ल्युट् स्वास्थाने लेप् इति भवति तदपि हा स्वास्थाने लेप् भवति तत्सर्वम् अस्मिन् अस्य बिन्दोः उदाहरणम् अग्रे स्थाने तद्दिदान्तप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तद्दिदान्त प्रत्ययः भवति तद्दिदप्रत्ययः भवति स्थाने तद्दितप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तद्दितप्रत्ययः अस्ति नाम एकसूत्रमस्ति जानाति न वयं दीर्घसूत्रमस्ति आयनी यः ख फढ च सूत्रमस्ति जानाति वा आमाम् आयनीय पठगां प्रत्ययादीनाम् इति तस्य एकः इति टस् टस् टक् प्रत्ययस्य एक आदेशः भवति तादृश तस्य उदाहरणे सन्ति तर्हि तत्र ख ख इति अस्ति आदि आदौ तस्य स्थाने आय भवति तर्हि तत्र कथितप्रकरणे आय इति अपि अस्ति तर्हि कथित कथितप्रत्ययः एव नाम कथितप्रत्ययस्थाने इति अन्यकथितप्रत्ययः आगच्छति तदपि स्थाने अव्ययम् अस्ति चेत् तस्य स्थाने आदेशः अपि अव्ययं भवति किम् उदाहरणं भवति अस्ति महोदय स्थानिन स्थाने अव्ययम् अस्ति चेत् अव्ययस्य स्थाने अन्यकिमपि अभ्यर्थ्य स्थाने किमपि आदेशः समाप्य भवति वा विभवति न स्मरामि परन्तु स्थाने सुप्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि सुप्रत्ययः भवति तत्तु वयं जानीमः बहवः उदाहरणप्रत्ययः अस्ति खलु टा प्रत्ययः द्वितीयविभक्तिवचनं टा तस्य स्थाने अदन्तमङ्गमस्ति अदन्तप्रातिपदिकमस्ति चेत् इन् भवति इन कामेण इन तत् इन अपि वस्तुतः यद्यपि तत् इन सुवौचमोक्षस्य न आगच्छति परन्तु इन अपि सुप्रत्ययः एव अस्ति इति अनेन बिन्दुना वयं तथैव तिङ् प्रत्ययः अस्ति चेत् तस्य स्थाने आदेशः अपि तिङ् प्रत्ययः भवति तदपि वयं जानीमः जूस् अपि तिङ् प्रत्ययः मी अपि तिङ् प्रत्ययः अस्ति यद्यपि उभयः यद्यपि उभौ तिप्त झि सिप्तस्थ अस्मिन् सूत्रे न आगच्छति तिङ् प्रत्ययौ एव श्रुतभ्यस्त विधिभ्यस्त च अपि ऊ आदेश स्थाने पदमस्ति चेत् तस्य स्थाने आदेशः अपि पदमस्ति पदं भवति पदस्य स्थाने पदम् अस्ति तदपि चिन्तनीयं समासे भवति महोदय तावेव समासे कुपि अन्या भवति खलु अधिहरि इति हरि हरौ इति स्थाने अधि इति भवति इति तादृश भवति हरौ पद पद अस्ति खलु इति स्थाने तेन हरि अधि भवति इति स्थाने अधि इति भवति वा नास्ति वा हरौ इति तत्र इति स्थाने अधि न भवति तत्तु केवल अर्थरूपी विग्रहवाक्य अतः तत्र इति नास्ति भिन्नमस्ति नमः नमः नमः मा भव करोतु तर्हि स्थानिवद् भावः इति आदेशः स्थानिवद् भवति कुत्र कुत्र अष्टस्थलानि सन्ति धातु अङ्ग कृत् तद्धित् अव्यय सुप् तिङ् पद् इति आगच्छन्ति वा आं महोदय तर्हि सामान्यतया आदेशः स्थानीवत् भवति धातुः अस्ति चेत् धातु एव अङ्गमस्ति चेत् अङ्गम् इति सर्वम् अस्तु अग्रे पठतु महोदय रघुपतिमहोदय आं महोदय तर्हि सामान्यतया आदेशः स्थानिवद् भवति इति अस्ति अस्तु स्थानिवद्भावः कुत्र न भवति येन एकः स्पष्टविचारः मनसि आगच्छेत् त्रयः कालाः कल्पनीयाः अत्र प्रथमकाले स्थानी अस्ति द्वितीयकाले आदेशः अस्ति तृतीयकाले कश्चन विधिः अस्ति विधिः नाम विधिसूत्रस्य कार्यं विधि इत्युक्ते कार्यं तर्हि अत्र कालत्रयस्य साधनार्थं सूत्रद्वयम् अवश्यम् अपेक्षितमस्ति प्रथमसूत्रेण स्थानिनः स्थाने कश्चन आदेशः विधीयते अनेन स्थानी यः आसीत् तस्य च स्थाने अधुना आदेशः आगतः तत् प्रथमकाले स्थाने अस्ति तस्य स्थाने आदेशः आगतः तदानीं द्वितीयसूत्रेण एकं नूतनं कार्यं विधीयते इदं नूतनं कार्यं तृतीयकाले भवति अत्र तृतीयकालः विशेषतः अवलोकनीयः तृतीयकाले कश्चन विधिः अस्ति तृतीयकालस्य अवलोकनम् आवश्यकमस्ति अस्मिन् द्वितीयसूत्रे यानि निमित्तानि अपेक्षितानि तेषु यदि एकमपि कश्चन वर्णः अल् अस्ति यः स्थानिनि आसीत् किन्तु साक्षात् आदेशे नास्ति तर्हि इदं कार्यं भवितुं नार्हति यतोहि स च अल् वर्णस्य स्वभावः आदेशे अध्यारोपयितुं न शक्यते नाम अत्र स्थानिवद्भावः न सम्भवति एतत् वदामः अल् विधिः अतः सूत्रमस्ति स्थानिवत् आदेशः अनल्विधौ आदेशः स्थानिवत् भवति किन्तु तादृशः अल्विधिः अस्ति चेत् आदेशः स्थानिवत् न भवति इति मुख्यमस्ति किं लिखितम् अत्र यदि हा अत्र इदानीं स्थानी अस्ति तस्य स्थाने कश्चन आदेशः आगतः इदानीं तत्र तृतीयकाले कश्चन विधिः अस्ति इदानीं तृतीयकाले कश्चन विधिः अस्ति तद् अल्निमित्तिकविधिः अस्ति तानि स्थानिनि यद् यत् प्रथमकाले यद् स्थानि अस्ति स्थानिनि यद् यद् अल् वर्णः अस्ति तत् अल् निमित्तिककार्यमस्ति इदानीं तत्र मूले तद् अल् सः अल् वर्णः आसीत् परन्तु इदानीं तत्र स्थानि यत्र आदेशः आगतः तस्मिन् तद् अल् वर्णः नास्ति चेत् तत् तस्मिन् स्थाने तत् तत् विधिः न भवितुमर्हति इति सम्यक् तर्हि एकं क्रमं चिन्तयतु प्रथमं स्थानी अस्ति एकं सूत्रम् आगत्य वदति अस्य स्थानिनः स्थाने आदेशः भवतु तर्हि द्वितीयकालमस्ति स्थानिनः स्थाने आदेशः भवति. तदनन्तरम् एकं सूत्रमस्ति, द्वितीयसूत्रम्, आगत्य कमपि विधिं करोतु इति वदति. तर्हि स्थानि, तस्य स्थाने आदेशः, तदनन्तरं विधिसूत्रम्. विधिसूत्रं कीदृशं? तत् विधिसूत्रं वदति यत् तस्य विधिसूत्रस्य निमित्तानि सन्ति. तेषु निमित्तेषु एकं निमित्तम् अस्ति यः स्थानिनः अल्वर्णः भवति. तस्य विधिसूत्रस्य निमित्तानि सन्ति एकं निमित्तं तेषु निमित्तेषु एकम् अस्ति यत् स्थानिमध्ये कोऽपि वर्णः अस्ति तं वर्णम् आधारीकृत्य कार्यं करोति. एतादृशी स्थितिः यदि अस्ति, अपि च स्थानिमध्ये यः वर्णः निमित्तम् अस्ति, यदि साक्षात् सः वर्णः आदेशे नास्ति, तर्हि आदेशः स्थानिवत् न भवति. नाम तस्य सूत्रस्य कार्यम् आदेश इति काले न भवितुं शक्नोति. यदि आदेशः स्थानिवत् भवेत् तर्हि यद्यपि सः वर्णः आदेशे साक्षात् नास्ति तथापि स्थानिवत् अस्ति इति चिन्तयित्वा तस्य विधेः प्रसङ्गः इदानीमपि भवति, आदेशानन्तरमपि भवति. परन्तु सूत्रं वदति अनल्विधौ, नाम स्थानिनः अल् वर्णं निमित्तीकृत्य यदि कोऽपि विधिः अस्ति अपि च सः वर्णः आदेशे नास्ति तर्हि आदेशः स्थानिवत् न भवति. नाम आदेशानन्तरं सः विधिः कार्यं कर्तुं न शक्नोति इति. अस्य एतदेव अस्ति अल् विधिः. अवगच्छन्ति वा सर्वे? आम् महोदय. यथा तत्र महोदय, तत्र इदानीं तत्र त्वा प्रत्ययः अस्ति, त्वा प्रत्ययः इति तत्र वलादि अस्ति इति अस्ति. इदानीं तत्र स्थाने इदानीं लेप् प्रत्ययः भवति चेत् तत्र वलादि नास्ति, वलादि नास्ति, अतः इडाट् न भवितुमर्हति तत्र इति वत् खलु. बहूनि उदाहरणानि सन्ति, बहूनि उदाहरणानि सन्ति. अस्तु, सर्वे आगच्छन्ति वा? महोदय आगच्छति वा? आम् महोदय. आम् आम् महोदय. अस्तु, अग्रे एकम् उदाहरणं पश्यामः. ओ, एतद् अत्रैव लिखितमस्ति वा? अस्तु, पठतु महोदय. रघुपति आम् महोदय. अस्तु अस्तु, इदम् अत्रैव दत्तमस्ति. अस्तु, एकम् उदाहरणं पश्यामः. आर्धातुकस्य इड् वलादेः इति सूत्रेण आर्धातुकप्रत्ययस्य आदौ वल् प्रत्याहारे हारः अन्यतमवर्ण अल् प्रत्याहारः अन्यतमवर्णः अस्ति चेत् तस्य इडागमः भवति. तर्हि इदं कार्यम् अथवा अयं विधिः अवश्यम् अल् विधिः अस्ति. तत्र वलादि आर्धातुक इड् वलादेः इत्यत्र वल् प्रत्याहारे अर्थः अल् आश्रितविधिः, यतोहि तस्य निमित्तेषु अल् वर्णः वर्तते. आर्धातुकप्रत्ययस्य आदौ कश्चन वल् प्रत्याहारस्थवर्णः भवेत् इति कृत्वा अल् विधिः. इदानीं लिख इति समानकर्तृकयोः पूर्वकाले इत्यनेन त्वा विधीयते. लिख् योग त्वा, इदानीं लिक् योग त्वा इति भवति. ताय् तकार इति तत्र वलादि अस्ति इति कृत्वा आर्धात् किड् वलादि इत्यनेन त्वा वलादि आर्धात्प्रत्ययस्य प्रत्ययः, अतः तस्य इडागमः भवति. लिक् योग इ त्वा लिखित्वा इति. अधुना अत्र इडागमः अस्ति, तत्र तकारः वलादि अस्ति इति. अधुना यदि वि उपसर्गपूर्वकं लिक् धातुः स्वीकुर्मः, विलिक् इति समानकर्तृकयोः पूर्वकाले इत्यनेन त्वा इति, तत् विलिक् यदा वि उपसर्ग लिक् त्वा इत्यस्य, इदानीं समासे अनै पूर्वे त्वा लेप् इति अत्यनेन समासः सति, अत्र समासः भवति इदानीं विलिक् अत्र लेप् अस्तु, समासे सति वि उपसर्ग अस्ति, पदमस्ति, समासे धातोः पूर्व उपसर्गः अस्ति चेत् समासः. त्वा स्थाने लेप् आदेशः, विलिक् योग लेप् विलिक् योगय्य अधुना आर्धात्कसीडवलादिः इत्यनेन इडागमः भवति वा इति प्रश्नः स्थानिवत् आदेश इत्यनेन भवति वा स्थानिवत् भवति वा इति यः प्रत्ययः वलादिः नास्ति परन्तु त्वास्थाने यः विहितः किल अतः स्थानिवद्भावं कृत्वा अयं यः प्रत्ययः त्वा इव स्यात् अस्य निर्णयार्थं द्रष्टव्यं यत् अस्माकम् आगम्यमानेन विधिसूत्रेण तादृश अल्विधिः इष्यते किम् आर्धस्य इल्वडादेः इत्यनेन अल्विधिः भवति एव निमित्तम् अस्ति वलादिप्रत्ययः स च अल्वर्णः स्थानिनि आसीत् कित् आदेशे य इत्यस्मिन् नास्ति अतः अत्र अल्विधौ कर्तव्ये स्थानिवद्भावः नास्ति नाम त्वाप्रत्ययस्य वलादित्वं य प्रत्यये आरोपयितुं न शक्यते अतः इडागमः न भवति रूपं भवति विलिख्य इति अत्र त्वा अस्तु अस्तु भवान् अत्र त्वा इति प्रत्ययः अस्ति तत्र लिक् दातो त्वा इति समानकर्तकपूर्वकाले इत्यनेन सूत्रेण भवति त्वा इति आदेशः भवति इदानीं त्वा इति अस्ति इदानीं तत्र लिक् इति भवति इडागमः भवितुमर्हति परन्तु इदानीं यदा उपसर्गपूर्वकं भवति चेत् समान समासे अनैपूर्वे त्वा इति लेप् आदेशः भवति त्वा स्थाने इदानीं वि उपसर्गयुक्त लिक् दातु लिक् इति विलिक् इति भवति विलिक् इदानीं लेप् इति प्रत्ययः इदानीं तत्र यकारः अस्ति वलादि नास्ति तत् अतः यद्यपि स्थाने त्वा इत्यस्य स्थाने लेप् इति आदेशः भवति परन्तु त्वा इत्यस्य अल् गुणगर्भः तत्र लेप् इत्यस्मिन् आरोपितं न शक्यते किमर्थमिति चेत् तत्र स्थानिवद्भावः अनल्विधौ इति सूत्रं वदति अनल्विधौ अल्विधौ न भवति इदानीम् एतत् इडागमः अल्विधी अस्ति किमर्थं वलादित्वम् अपेक्षितमस्ति वलादित्वम् इदानीं नास्ति लेप् प्रत्यये लेप् प्रत्यये तत्र य इत्यस्मिन् अतः इडागमः न भवति विलिख्य इति भवति अवगच्छन्ति वा सर्वे प्रश्नः अस्ति वा मलर् महोदय अवगच्छति वा आं महोदय अवगच्छामि अत्र ता प्रत्ययः अस्ति तस्य स्थाने ल्यप् आगच्छति तदनन्तरं यकारः वल् प्रत्याहारे नास्ति वल् प्रत्याहारः नास्ति परन्तु त्वा इति अनेन वल् प्रत्याहारे आगच्छति इडागमः भवति वा अत्र न भवति यकार वल् प्रत्याहारे नास्ति यदि स्थानिवत् अस्ति तर्हि त्वा इति वल् प्रत्याहारे चिन्तयित्वा य अपि वल् प्रत्याहारे इति वक्तुं तत्र यकारादि अस्ति चेदपि इडागमः भवति परन्तु न यतोहि तत्तु अल्विधिः अस्ति एकं वर्णम् आश्रित्य कार्यमस्ति अतः तत् स्थानिवत् न भवति नाम त्वा तत्र ल्यप् त्वावत् न भवति परन्तु महोदय अत्र कित्वम् अस्ति यद् त्वा इत्यस्मिन् कित्वम् अस्ति कित्वगुणः अस्ति तद् लपि अपि भवति इति खलु अपि च त्वा इति कृत् प्रत्ययः अस्ति तर्हि लप् अपि कृत् प्रत्ययः अस्ति अत्र किमर्थं तत्र ककारः अस्ति खलु ककारः कित् अस्ति ककारः नास्ति तत्र अल् इति न स्वीकर्तुं शक्यते वा तत्र यदा क इति अस्ति इत्वगुणः अपि आदेशे गच्छति अतः एव शेर् अपि च अपि हि इति यद्यपि अपित् अस्ति परन्तु शेः अपित् च इति उक्तमस्ति इति कृत्वा तत्र अपि पित्वं भवति एव शेरपि च अत्र अपित् इति लेखनस्य का आवश्यकता यदि स्थानिवत् नास्ति एव अल् विधि इति चिन्तयित्वा तर्हि तत्र स्तिप् मध्ये पकारः अस्ति परन्तु हि मध्ये नास्ति अतः हि अपि तेव अस्ति खलु परन्तु अत्र विशिष्टे रूपेण लिखितं पाणिनिः तस्य अर्थं यत् त्वं सामान्यतया आदेश अल् गुणकर्म नास्ति, अल् गुणकर्म इत्वम् इत्वम् इति अल् वर् अल् कार्यं नास्ति, अल् विधिः नास्ति. इत्वं तु गुणः अस्ति यः स्थानिनः आदेशे अपि गच्छति. परन्तु यत्र कुत्र विशिष्ट्या लिखितमस्ति अपि च तत्र कार्यं यथा यास्तु परस्मैपदे तु उदात्तो निच्च न भिन्नम् अस्तु. तर्हि निच्च इति महोदय कित् अस्ति, एतत् सर्वं स्थानी अस्ति चेत् आदेशे अपि गच्छति. नाम कित्वमपि भवति महोदय, तत्र यासुर् परस्पर निच्च इति तत्र अत्रापि गुणबाधितं भवति खलु, अतः तत्र अङ्गस्य गुणः न भवितुम् अर्हति. निचि निच् नीत्वा तिपि परे अस्ति तत् समीचीनं नास्ति उदाहरणं. तत्र सिप् टिप् टिप् पत्ये परे न गुणः न भवति खलु तत्र, तदपि अस्ति. किं लेप् आगच्छति खलु अत्र, लेप् कित्वत् भवति वा नित्वत् भवति तु तस्य अत्र महत्त्वं नास्ति. अत्र महत्त्वं किमस्ति, यप् नाम य बलादि नास्ति अतः तस्य तत्र कार्यं न भवति. तत्र यप् स्थानिवत् न भवति, स्थानिवत् अत्रापि भवति चेत् वक्तुं शक्नुमः खलु यका लप् य लप् प्रत्यये मध्ये अपि निरागमः करोतु. तथा नास्ति, यतोहि आधातुकस्य एकं वर्णं निमित्तीकृत्य कार्यमस्ति. तद् वर्णं यदि तद् सः वर्णः यदि आदेशे नास्ति चेत् कार्यं न भवति. वल् प्रत्याहारवर्णः स्थानिनः आदौ अस्ति, परन्तु अस्य आदौ नास्ति आदेशस्य, अतः आदेशकृते कार्यं न भवति. आगच्छति वा? आमाम् आम् महोदय. अस्तु महोदय, पठामि वा महोदय? एतां मन्दर् महोदय पठतु. आं महोदय, अत्र अस्माकं त्रयः अत्र त्रयः काल सम्प्रति तदेव महोदय. अस्माकं त्रयः कालाः के? प्रथमकाले स्थानि अस्ति त्वा, द्वितीयकाले आदेशः अस्ति लेप् यकारः या, तृतीयकाले कश्चन विधिः अस्ति इडागमः आर्धधातुकस्य इड्बलादेः. त्रीणि कारणे अत्र सन्ति. एतादृशं चिन्तनं सर्वत्र करणीयं. शास्त्रे अयम् अल् विधिः चतुर्प्रकारकः इति उच्यते. स्थानिवत् आदेशो अनल् विधौ इति सूत्रे अल् विधिः अल् इति एकः समासः, स च समासः चतुर्भिः प्रकारैः विग्रहवाक्यं कर्तुं शक्यते. अला विधिः तृतीय तत्पुरुषः, अलः विधिः पञ्चमी तत्पुरुषः, अलः विधिः षष्ठी तत्पुरुषः, अलि विधिः सप्तमी तत्पुरुषः. इत्युक्ते अल् विधौ अल् द्वारा कार्यम्, अल् वर्णात् परं कार्यम्, अल् वर्णस्य स्थाने कार्यं स्वयं स्थानि, अल् वर्णात् पूर्वं कार्यम्. उदाहरणानि चत्वारि अपि दास्यन्ते, परन्तु मनसि एतावदेव बोध्यं यत् विधिसूत्रे यदि कुत्रचित् अल् वर्णः निमित्तीरूपेण उपेक्षितः अस्ति यः केवलं मूलस्थानी आसीत् अपि च आदेश नास्ति, तर्हि स्थानिवत् भाव निषेधकत्वात् अयम् अल् विधिः न भविष्यति. किं लिखितं भवान् एव वदतु महोदय. अत्र किमपि नास्ति खलु. अत्र अल् विधि इत्युक्ते किम्? अल् विधि इति कुत्र लिखितमस्ति? तस्य चत्वारि प्रकाराणि भवितुं शक्यते. अलावि नाम अल् वर्णद्वारा इति भवति. अलः विधि पञ्चमी नाम अल् वर्णात् परमपि कार्यं भवति. अलः विधि कश्चित् अल् वर्णस्य स्थाने एव कार्यं भवति. अलि इति नाम अल् वर्णस्य पूर्वमपि कार्यं भवति. नाम किमपि भवति सर्वत्र अल् अल् विधिः यदस्ति तत्र एक अल् वर्णं निमित्तीकृत्य यदि किमपि कार्यमस्ति स्थाने सः वर्णः यदि आदेशे नास्ति चेत् तत् कार्यं नास्ति. तदनन्तरं सः कार्यम् अल् वर्णद्वारा भवतु, अल् वर्णात् परं भवतु, अल् वर्णः पूर्वं भवतु, स्थाने भवतु, किमपि तस्य उदाहरणानि वयम् अग्रे पश्यामः. अग्रे सम्प्रति स्थानिवत् आदेशो अनल् विधौ इति सूत्रे अल् विधिः इति समासस्य चतुर्णां विग्रहवाक्यं कृते एकैकस्य दृष्टान्तः दीयते. अलाविधिः तृतीयतत्पुरुषः इति स्थानि घटितः अल् वर्णस्य द्वारा कश्चन विधिः कार्यः तृतीयकाले. तर्हि स्थानिनः स्थाने यः आदेशः आगतः द्वितीयकाले सः आदेशः स्थानिवत् भावं न प्राप्नोति. अत्र बोध्यं यत् द्वारा नाम स च वर्णः कार्यं प्रति निमित्तम्. किन्तु अपरेषु त्रिषु वक्ष्यमाणेषु दृष्टान्तेषु अयं वर्णः निमित्तं नास्ति. किम् अस्ति एव. तर्हि अत्र अलाविधिः नाम द्वारा इत्यस्य वतनेन कः अर्थः? अर्थः एव यत् निमित्तं सत्यपि तद्वारा पूर्वकार्यं न, परकार्यं न, अपि च स्वयं स्थानी न, अपि तु कथञ्चित् अन्यरीत्या निमित्तं यथा कार्यस्थलात् दूरं भूत्वा निमित्तम्. अस्य उदाहरणम् अत्र उच्यते. किं लिखितं? यदि अहं तृतीयविभक्तौ अस्ति, तृतीयतत्पुरुष अस्ति स्वीकुर्मः चेत् अलाविधिः भवति. अलाविधिः कार्य अत्र षष्ठी अन्तरूपं परकार्यमपि नास्ति, पूर्वकार्यमपि नास्ति, स्वयं स्थाने अपि नास्ति, परन्तु कश्चित् अन्यत् निमित्तमस्ति इति. सम्यक्. सामान्यतया कथमस्ति? वर्णस्य अनन्तरं कार्यं करोतु, वर्णात् अनन्तरं कार्यं करोतु इति पञ्चमी. वर्णस्य स्थाने कार्यं करोतु इति षष्ठी. वर्णात् पूर्वं कार्यं करोतु सप्तमी इति अस्ति खलु. परन्तु कुत्रचित् परन्तु कथं जानीमः महोदय पञ्चमी वा परं कार्यं कथं जानीमः? तस्मादिति उत्तरस्य सूत्रमस्ति खलु. पञ्चमी इत्युक्ते तृतीया नाम केनपि रूपेण तस्य निमित्तं भवति, परन्तु साक्षात् अनन्तरं स्थाने तस्मात् पूर्वमिति नास्ति, परन्तु निमित्तमस्ति. तस्य वर्णस्य द्वारा किमपि कार्यं भवति. सः तदस्ति द्वितीया इति स्थुनाष्टुः खलु. स्थुनाष्टुः मध्ये स्थुना द्वितीया अस्ति. तत् न केवलं पूर्वं, न केवलम् अनन्तरम्, उभयत्र पूर्वमपि अस्ति चेत् कार्यं भवति, अनन्तरमपि अस्ति चेत् कार्यं भवति. केवलं निमित्तं, स्पर्शस्य निमित्तमस्ति इति अस्ति. खलु नाम अस्तु मध्ये तकार अनन्तरं तकारः अस्ति चेदपि कार्यं भवति, तकार अनन्तरं तकारः अस्ति चेदपि कार्यं भवति, अतः तत्र तृतीया इति वर्णेन निर्दिष्टमस्ति. नाम कुत्रापि भवतु कार्यं, कार्यं भवति यतो हि निमित्तमस्ति. सकार सकारस्य स्पर्शेण, सकारः सकारात् स्पर्शेण एव कार्यं भवति इति. पूर्वं भवतु अनन्तरं भवतु. अस्तु अग्रे उदाहरणं पठतु. व्यूढोरस्केन, व्यूढोरस्केन इति पदं विग्रहवाक्यमस्ति. व्यूढम् उरो यस्य इति कृत्वा बहुव्रीहि नमसः. अस्य पदस्य युक्तपत्यर्थं समासप्रक्रियायां व्यूढं योगः उरः प्रातिपदिकसंज्ञा. सुपः लुक् व्यूढयोगः उरस् उरः प्रवृत्त्यः कप् इत्यनेन उरः प्रवृत्त्यन्तात् बहुव्रीहेः कप् प्रत्ययः व्यूढयोगः उरस् योगः क आद्गुणः इत्यनेन गुणः व्यूढरस् योग क. पदान्तसकारस्य ऋत्वविसर्गौ व्यूढोरः योगः क. सोपदादौ इत्यनेन पदान्ते विसर्गस्य पाशकल्प क काम्य इत्येषु परेषु सकारादेशः. व्यूढोरस् कः क इति शब्दः तृतीय विभक्तेः एकवचने विवक्षायां ट प्रत्ययः अस्य स्थाने च इन् आदेशः तदा गुणः व्योरस्केन अत्कुप्वाङ्ग्युं विभाये अपि इत्यनेन नत्वं स्यात् यतोहि रेफः इति निमित्तं वर्तते. ततः अग्रे नकारः अपि अस्ति, मध्ये स्थितः सकारः नत्वं प्रति बाधा, किन्तु स च सकारः विसर्गस्थाने आगतः. विसर्गः अयोगवाहेषु अन्यतमः वर् इति कृत्वा अट् प्रत्याहारे परिगण्यते. अनेन च सकारे स्थानिवत् भावं कृत्वा अट् प्रत्याहारे स्वीक्रियते चेत् नत्वं भवेत्. परन्तु अत्र विसर्जनीयः अल् वर्णः तस्य च कारणेन नत्वं भविष्यति. अतः अलाविधिः इत्यनेन सकारे स्थानिवत् भावो न भवति, नत्वं च बाध्यम्. व्योडरस्केन इति पदम् किं व्योडरस्केन इति पदमस्ति. समासमहं न जानामि महोदय, कथं प्रक्रियामस्ति अपि इति. तर्हि प्रश्नः आगच्छति वा व्यूढोरस्केन? आम् आम्. अत्र नत्वं भवति न वा इति प्रश्नः अस्ति. नकारस्य नत्वं भवति न वा इति प्रश्नः अस्ति. तर्हि प्रक्रिया समासं न जानाति इति सत्यमस्ति, परन्तु चिन्तयतु. व्यूढम् उरः यस्य, व्यूढम् उर उरो यस्य इति बहुव्रीहिसमासः. तस्य किं भवति? व्यूढं योगः उरः. समासे प्रातिपदिकसङ्ख्या भवति, तर्हि व्यूढं योगः उरः इति प्रातिपदिकमस्ति. प्रातिपदिके यदि प्रत्ययः आगच्छति, सुप्रत्ययः आगच्छति, उपोधातुप्रातिपदिकयोः प्रातिपदिकमध्ये, प्रातिपदिकमध्ये यदि सुप्रत्ययः अस्ति चेत् तस्य लोपः भवति. अत्र व्यूढं योगः उरः प्रातिपदिक भवति, समासान्त समासः अस्ति खलु, अतः प्रातिपदिकं भवति. तत्र मध्ये, तस्य मध्ये एव सुप्रत्ययः सन्ति, यूढं मध्ये सुप्रत्ययः अस्ति, यूढं मध्ये यूढं मध्ये प्रथमाविभक्तिः अस्ति, यूढमप्रथमाविभक्तिः अस्ति, अतः तस्य लोपः भवति. किम् अवशिष्यते? व्यूढ योगः उरस्. इदानीम् अन्य अस्ति उरः प्रभृतिभ्यः कप्. उर् प्रभृति इति प्रभृतात् बहुव्रीसमासः, बहुव्रीसमासः यत्र उर् इति अस्ति तस्य तदनन्तरं कप् प्रत्ययः भवति. अतः उर् व्यूढ उरस् क आद्गुणः इत्यनेन व्यूढो रस् क. इदानीं व्यूढो रस् इति पदान्तः अस्ति, पदान्तमस्ति, पदमस्ति खलु, व्यूढो रस् इति पदमस्ति इति लिखितमस्ति. चिन्तयतु कथमस्ति चेत् इदानीं न चिन्तयामः, परन्तु व्यूढो रस् इति पदमस्ति, पदमस्ति अतः सकारस्य सकारान्ते अस्ति, अतः किं भवति? ऋत्वादेशः भवति. पदस्य अन्ते सकारः अस्ति, ऋत्वं भवति, तर्हि व्यूढोरः योगः क. इदानीं सो उपपदादौ इत्यनेन पदान्ते विसर्गः अस्ति चेत्, पदस्य अन्ते विसर्गः अस्ति चेत् यथा अत्र अस्ति, तस्य पाशकल्प क काम्य इत्येषु क इति अस्ति चेत् अग्रे तस्य विसर्गस्य स्थाने पुनः सकारादेशः भवति, अतः व्यूढो रस्क इति शब्दं भवति. तस्य तृतीया अस्ति व्यूढो रस्क योगः टा टा स्थाने इन, तर्हि व्यूढो रस्केन इति भवति. अत्र इदानीं प्रश्नः अस्ति नकारस्य रत्वं भवति न वा, अट् कुप्वाङ् नुम्यवायपि इत्यनेन किं वदति? अत्र रेफः अस्ति, मध्ये स क इ न इति अस्ति, ककारः तु ककारस्य तु अत्र व्यवधानं न भवति, वयं जानीमः अट् कुप्वाङ् नुम्यवायपि इत्यनेन, इका एकारस्यपि न भवति, तर्हि सकारस्य व्यवधानं भवति न वा इति चिन्तयामः. तर्हि सकार वस्तुतः अट् कुप्वाङ् नुम्यवायपि इति नास्ति खलु, तर्हि परन्तु सकारः कस्य स्थाने आगच्छति? विसर्गस्य स्थाने आगच्छति खलु. सकारः सोपपादौ इति सूत्रेण विसर्गस्य स्थाने आगच्छति. विसर्गः तु अट् प्रत्याहारे अस्ति इति जनाः चिन्तयन्ति. विसर्गः अयोगवाहे अन्यतमः अति कृत्वा अट् प्रत्याहारे परिगण्यते. विसर्गः अट् प्रत्याहारे परिगण्यते, अतः अट् कुप्वाङ् नुम्यवायपि मध्ये अट् इति अस्ति खलु, अतः विसर्गः अपि अट् मध्ये अस्ति, अतः विसर्गस्य स्थाने यः सकारः आगच्छति सः विसर्गः एव अस्ति चेत् तत्र अपि अट् कुप्वाङ् नुम्यवायपि इत्यनेन नत्वं करोतु, परन्तु न, अत्र अल्विधिः अस्ति. अट् कुप्वाङ् नुम्यवायपि मध्ये अल्विधिः अस्ति, अलं दृष्ट्वा कार्यं भवति. कः अल? विसर्ग. अतः विसर्गस्य स्थाने द्वितीयकाले यः सकारः भवति सः सकारः अट् कुप्वाङ् नुम्यवायपि इति सूत्रस्य निमित्तस्थलेषु आगच्छति चेदेव कार्यं भवति, अतः सकारः विसर्गादे विसर्ग इव नास्ति, अतः अत्र कार्यं न भवति, नत्वं न भवति, व्यूढो रस्केन एव भवति एव तिष्ठति. अत्र पश्यतु अलाविधिः किमर्थम्? अत्र नत्वकार्यं तु नकारे अस्ति, नकारात् साक्षात् अनन्तरमपि नास्ति विसर्गः नाम सकारः, नकारात् साक्षात् पूर्वमपि सकारः नास्ति, नकारस्य स्थाने अपि विसर्गः नास्ति, सकारः नास्ति, कुत्रचित् अन्ये एव अस्ति, दूरमेव अस्ति, अतः तत्र अलाविधिः इति लिखितमस्ति. सर्वे अवगच्छन्ति वा? आं महोदय. महोदय अवगच्छति वा? आम् महोदय. अत्र विसर्गस्थाने सकारः अन्यथा भवेत् तानिवत् भावः भवेत् खलु, विसर्गस्य स्थाने यद् सकारः अस्ति तानिवत् भावः कृत्वा तस्यापि अल्विधि कृते न भवति. अत्र अट् कुप्वाङ्गमायपि इति अल्विधिः अस्ति खलु, अल्वर्णं निमित्तीकृत्य वयं कर्तुं शक्नुमः यद् व्यवधानम् अस्ति तदा. अत्र न भवति, तर्हि सकारः नास्ति अल्विधि. अस्तु, तर्हि इदानीम् विरमामः, समयसमाप्तः, अग्रिमरविवासरे अग्रे गच्छामः, तत्र किञ्चिदेव अवशिष्यते, तदनन्तरं ज्योत्यधिगणपाठः आरभ्यते. धन्यवादः.